नमः सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अद्य प्रथमं वयं धातुविज्ञानं द्वितीयकरपत्रात् अभ्यासं कुर्मः. अनन्तरं वयं धातुविज्ञानं तृतीयभागं प्रति सरामः. तत्र एव अस्माकं सूत्राणां पूर्णरावलोकनमपि भवति. अतः तत् प्रथमं कुर्मः. अस्तु, अमित्रा महोदय प्रथमधातुः स्वीकरोति वा? अगि इति धातुः उपदेशे अज् अनुनासिक् इत्यनेन गकारोत्तरवर्ती इकारस्य इत्संज्ञा, अनन्तरं तस्य लोप इत्यनेन लोपः अग् इति भवति. अनन्तरम् इति तु नुम् धातोः इत्यनेन नुमागमः भवति. योग न योग ग ग इति भवति अङ्ग. अनन्तरं नश्च पदान्तस्य झलि इत्यनेन नकारस्य अनुस्वारादेशः भवति. अतः अङ्ग उत्तरवर्ती अनुस्वार अनन्तरं गकार इति भवति. अनन्तरं अनुस्वारस्य यै परसवर्ण इत्यनेन अनुस्वारस्य कवर्गस्य पञ्चम अनुनासिकवर्णः अङ्ग इति भवति. अन्तिम लौकिकरूपम् अङ्ग इति. उत्तमम् उत्तमं. द्वितीयमपि करोतु महोदय. घट्टम् इति धातु उपदेशे अज् अनुनासिक इत्यनेन अकारस्य इत्संज्ञा, तस्मात् लोपः. अनन्तरं कोऽपि सूत्रं न विधीयते इति मन्ये घट्ट इति लौकिकरूपम्. उत्तमम्. भुआदिगणीयधातुः अस्ति, आत्मनेपदी रूपं प्राप्नोति, घट्टते इति रूपम् आगच्छति. अस्तु, धन्यवादः महोदय. माला भगिनी. भेज् धातु तत्र ऋकारः अनुस्वारसहितस्वरः अस्ति, तर्हि तस्य उपदेशे जनुनासिक इत् इत्यनेन तस्य लोपः अवशिष्टः अस्ति. भ्रेज् भ्रेज् धातु. उत्तमं. भ्रेज् तदपि आत्मनेपदी धातुः अस्ति. अस्तु अस्तु. अनन्तरं करोमि वा? आम् आम्. चञ्चु इति धातुः अस्ति, तत्र उकारः तस्य उपरि चन्द्रबिन्दुः अस्ति, अतः उपदेशे जनुनासिक इत् इत्यनेन उकारस्य लोपः भवति. अनन्तरं चञ्च् इति अवशिष्यते. अनन्तरं तस्य किमपि भवति वा? चञ्च् नकारः अस्ति किल, अपदान्तनकारः. ओ, तद् गच्छति वा? अस्तु, नकारः अस्ति, तर्हि नश्च पदान्तस्य झलि इत्यनेन नकारस्य अनुस्वारादेशः भवति, चञ्च् इति भवति. अनन्तरं अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य ञकारे परिवर्तनं भवति, चञ्च् इति धातुः निष्पन्न. उत्तमं. चञ्च् इति उत्तमं. राजेन्द्रमहोदय. आं भगिनि तिक्ष्णम् अत्र अनुनासिक उत्तरवर्ती तत् ऋकारः अस्ति तत्कारणात् तत्र तस्य उपदेशे अनुनासिके तत् इत्संज्ञा भूत्वा तत् तस्य लोपः भवति टिक् टिक् अवशिष्यते इदानीं चिन्तयामि हलन्त्यं सूत्रेण ककारस्य लोपः भवति इत्संज्ञा भूत्वा लोपः भवति अपि च नीटुडभा आदौ नीटुडभा तत् सूत्रेण टकारस्य इत्संज्ञा भूत्वा लोपः भवति एव अवशिष्यते न किं भवति इत्युक्ते उपदेशे अजनुनासिक इति सूत्रं तु समीचीनमेव तद् यत्र कुत्रापि अनुनासिक स्वरः अस्ति तद् कार्यं करोति परन्तु हलन्त्यम् इति सूत्रम् अन्ते एव कार्यं करोति उपदेश अवस्थायाम् अन्ते अतः ऋकारः प्रथमम् अन्ते अस्ति ककारः उपदेश अवस्थायाम् अन्ते नास्ति किल इदानीं तु ऋकारस्य उपदेशे अजनुनासिक इति सूत्रेण इत्संज्ञा भवति अनन्तरमेव ककारः अस्ति अतः तस्य लोपः हलन्त्यम् इति सूत्रेण न भवति अवगच्छति वा महोदय हलन्त्यम् इति अस्ति किल तद् अन्ते उपदेश अवस्थायाम् अन्ते अस्ति चेदेव तस्य कार्यं टिक् एव टिक् इति एव दातुः उत्तमम् अग्रिममपि करोतु महोदय शनौ अत्र अनुनासिक उत्तरवर्ति अकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति शल् शल् इति अवशिष्यते तत् धातुः मूलधातुः आमीन् शल् एव लौकिकधातु आं शल् एव उत्तमं विजया भगिनी वदति वा अग्रिमम् भगिनी ध्वनिः आगच्छति भगिनि जगन्नाथमहोदय वदति वा कः धातुः इदानीम् इन् इति धातुः द्वितीयकरपत्रस्य धातुविज्ञानम् इति द्वितीयकरपत्रस्य अन्तिमभागः आम् किन्तु अत्र तस्मात् परं द्वितीयकरपत्रं महोदय द्वितीयकरपत्रस्य अन्तिमभागः साक्षात् अन्तिमम् एकमेव करपत्रं भवत्या अद्य तद् तृतीयकरपत्रमासीत् परन्तु वयम् अभ्यासः न पूरितवन्तः किल तदेव अहं पूर्वं प्रथम लिङ्क् तदेव आसीत् ईमेल् मध्ये प्रथम कैण्ड्लि नोट् इति कृत्वा प्रेषितवती प्रायः तदेव क्लिक् कृतवान् इति चिन्तयामि क्लास् मेटीरियल् कैण्ड्लि कुत्र अस्ति प्रथम ईमेल् अस्तु इदानीं कनेक्ट् भवति धातुविज्ञानं तत्र अन्तिमभागः सप्तमधातुः न सिद्धगिनी किञ्चित् नास्ति चिन्ता महोदय किञ्चित् नेरं शृणोतु अनन्तरं वदतु महोदय सरलमेव अस्ति अमित्रा महोदय पुनः भवानेव वदतु धातुः अस्ति. ओ विजया भगिनी वा, क्षम्यतां महोदय, विजया भगिनी आगतवती वा? एकनिमिषं भगिनी, अमित्रा महोदय इदानीं कुर्वन्तः स्म, अनन्तरं भवती करोतु. क्षम्यताम्. उपदेशे इण् इति धातुः हलन्त्यम् इत्यनेन णकारस्य इत्संज्ञा लोपः भवति, इ इति अवशिष्यते. अदादिगणीयधातुः अस्ति इण् गतौ इति. अस्तु, एति इति रूपम् आगच्छति लटि. अन्य गुजी इति धातुः अपि करोतु महोदय. गुजी इति उपदेशिक उपदेशे, अनन्तरं उपदेशे जनुनासिके इत्यनेन इकारस्य संज्ञालोपः गुज् इति भवति. अनन्तरम् इदितो नुम् धातोः इत्यनेन नकार नुमागम भवति, गुञ्ज् इति रूपम्. अनन्तरं नश्चापदान्तस्य झलि इत्यनेन नकारस्य अनुस्वारादेशो भवति, गुञ्ज् गुकारोत्तरवर्ती अनुस्वार, अनन्तरं ज, अनन्तरम् अनुस्वारस्य यै परसवर्ण इत्यनेन अनुस्वारस्य इयकार आदेशः भवति, गुञ्ज् इति लौकिकधातुः. उत्तमम्. इदानीं करोतु भगिनी, विजया भगिनी. आं भगिनि, शीङ् इति धातुः, तस्य अलङ्क्यम् इति सूत्रेण, अनन्तरं तस्य लोपः इति सूत्रेण इङ् इति अपगच्छति, शी एव तत्र तिष्ठति. उत्तमं. शी इत्येव तिष्ठति, शेते इति रूपम् आगच्छति. करोतु भगिनि. नं नम द्रै द्रै, क्षम्यतां, द्रै. आं द्रै, द्रै इत्युक्ते तत्र तत्र द्रै एव जातु खलु. आं द्रै एव धातुः, तदेव. आं तत्र किमपि कार्यं नास्ति, द्रै एव तिष्ठति, द्रै इति धातुः. आं नम अपि करोतु भगिनि. नम इत्युक्ते तत्र अकारस्य लोपः भवति, अनुस्वारस्य अकारः तत्र तस्य लोपः भवति, नो नः इति तस्य नम् इति आगच्छति तत्र. उत्तमम्. उत्तमं, धन्यवादः. नमति इति रूपं. माला भगिनि. छुरा धातु, तत्र रकारोत्तरवती अकारस्य उपदेशे जनुनासिक इत् इत्यनेन तस्य लोपः, तर्हि छुर् इति धातुः. उत्तमम्. अनन्तरं नुद, तत्र दकारोत्तरवती अकारस्य उपदेशे जनुनासिक इत् इत्यनेन तस्य लोपः, नुद् इति भवति. अनन्तरं नो नः इति सूत्रेण णकारस्य दन्त्यनकारे परिवर्तनं भूत्वा नद् इति भवति. नुद्, नुद्, आम् नुद् नुद् इति भवति. उत्तमम्. अग्रिममपि करोतु भगिनि. शुभ, तत्र भकारोत्तरवर्ती अकारस्य उपदेशे जनुनासिक इत् इत्यनेन तस्य लोपः, अनन्तरं शुभ इति अवशिष्यते लौकिकरूपम्. उत्तमं. राजेन्द्रमहोदय. आम् भगिनि, शृणु अत्र रेफ उत्तरवर्ती आकारस्य इत्संज्ञा भवति उपदेशाजनुनासिक सूत्रेण, तत् इत्संज्ञा भूत्वा तस्य लोपः अनन्तरं शुर् एव अवशिष्यते. अनन्तरं कठिन् शुर् इति धातोः अन्य किमपि कार्यमस्ति किल? ओ न न भवति. न षकारस्य ओ षकारस्य सकारः भवति. आम् धातो आदेश धातो आदेशः भवति. धात्वादेः शः सः भवति. आम् श्रीवल्ली भगिनी किञ्चित् म्यूट् करोति वा? बहु किमपि ध्वनिः आगच्छति. इदानीं वदतु भगिनी, क्षम्यता. तत्र नुदम् इति आगच्छति खलु, नुदा तत्र तत्र दन्त्यनकारस्य स्थाने वा मूर्धन्यनकारस्य स्थाने दन्त्यनकारः वा? नुद इति नुद इति मूर्धन्यनकारस्य स्थाने दन्त्यनकारः नो नः इति सूत्रेण परिवर्तनम् अस्ति. आम् आम् आम् धन्यवादः. आम् आम् महोदय, राजेन्द्रमहोदय अग्रिमं करोतु महोदय. कठिन् अत्र तु अनुनासिक इकारः अस्ति, इकारः अस्ति ठकारोत्तरवर्ती इकारः अस्ति, तत् तस्य उपदेशे अनुनासिक इत् तत् इत्संज्ञा भूत्वा तस्य लोपः भवति. इदानीं कठ् भवति, नुम् धातो तत्र नुम् आदेशः भवति, ककार उत्तरवर्ती अकारस्य अनन्तरम् आगच्छति कण्ठ आगच्छति. इदानीं तु अनुस्वरस्यै पर् सुवर्णः, तस्य ठकारवर्ती यः णकारः अस्ति, मूर्धन्य नकारः अस्ति, तस्य आदेशः भवति. तस्मात् प्राक् आमामामां धन्यवादः भगिनि. नश्चापदान्तस्य जले तस्य नकारस्य अनुस्वरः भूत्वा अनन्तरम् अनुस्वरस्यै परस्वर्णः ठकारवर्ती टवर्गे नकार मूर्धन्य नकारस्य आदेशः भवति. कण्ठ उत्तमं, कण्ठ इति उत्तमम् अस्तु. श्रीवल्ली भगिनी करोति वा? भगिनी तत्र कण्ठ मध्ये आम् आम् आम् मूर्धन्यनकारः. भगिनी क्षम्यतां, यु जस्ट् कण्टिन्यू एण्ड् जस्ट् ऐ लिसन्. ओ अस्तु अस्तु अस्तु, नास्ति अस्तु अस्तु, नास्ति चिन्ता. अमित्राव् महोदय. विद्लुम् इति धातु खलु? आम् आम्. विद्लुम् इति औपदेशिकरूपः, लृकारस्य उपदेशे अज् अनुनासिक इत्यनेन इत्संज्ञा, तस्मात् लोपः. विद् इति लौकिकरूपं सिद्ध्यते विद्. अग्रिमं शिला, शिला इति औपदेशिकरूपम्, उपदेशे अज्जनुनासिक इत्यनेन अकारस्य इत्संज्ञा अनन्तरं लोपः, शिल् इति भवति. अनन्तरं शः सः इत्यनेन आदौ अस्ति तस्य षकारस्य सकार भवति, सिल् इति रूपं सिद्ध्यते. उत्तमम्. अग्रिमम्. अग्रिमे अस्ति एकनिमिषं निल इति अस्ति उपदेशे जनुनासिकित् इत्यनेन अकारस्य लोपः संज्ञा लोपः निल् भवति अनन्तरं णः नः इत्यनेन णकारस्य नकारः आदेशः भवति निल् इति रूपः सिद्ध्यति. उत्तमं. विजया भगिनी. भगिनि तत् धातो आदेनः न भवति वा तत्र निळा इति अस्मिन् तत् नो नः भवति महोदय. निळा निलति इति भवति दन्त्यनकारः आगच्छति. इला इत्यस्मिन् इला इत्यस्मिन् किमपि कार्यं नास्ति. इल् एव इलति इति रूपम् ओ ओ ओ अस्तु अस्तु. अनन्तरं तत्र तत्र एतदेव उपदेशः जानमस्ति इति तत्र अकारस्य लोपः भवति तस्य लोपः इति. अनन्तरम् अनुस्वारः गच्छति अनन्तरं क्रिष् एव तिष्ठति तत्र. उत्तमम्. अग्रिमम्. अनन्तरं नीलं नीलं तत्रापि उपदेशः जानमस्ति इति सूत्रेण आकारस्य लोपः भवति. नी एव तिष्ठति. अनन्तरं नो नः इति धात्वादेः नी इति नकारस्य मूर्धन्यनकारस्य दन्त्यनकारः नल् इति भवति. नील् इति भवति. नील् इति भवति. उत्तमं. माला भगिनी. ष्टकम इति धातु तत्र ककारोत्तरवर्ती अकारस्य उपदेशे जनुनासिक इत् इत्यनेन इत् संज्ञा भूत्वा तस्य लोपः तर्हि ष्टक् इति भवति. अनन्तरं धात्वादेः शः सः इत्यनेन शकारस्य शकारादेशः भवति तर्हि स्टक् इति भवति. अनन्तरं तत्र किमपि भवति खलु निमित्तापाये नमित्तिक कस्याप्यापायः इत्यनेन ठ इति भूत्वा ठक् इति भवति वा तक् आम् ट इति तकारस्य तवर्गस्य क्षम्यतां तवर्गस्य प्रथमवर्णः स्तक् इति आगच्छति. स्तकति इति रूपं तत्र वयं शास्त्रद्वयं दृष्टवन्तः स्मरति किल. नैमित्तिक निमित्तस्य अपाये नैमित्तिकस्य अपायः इति एकम्. अनन्तरं स्तक् एव आसीत् इति द्वितीयं यदा वयं मनसि भवेत् विस्मृतवती. शास्त्रद्वयमपि मनसि भवेत् सर्वदा. तर्हि तकारस्य तकारः भवति वा तकारः आम् दन्त्यवर्णः किल स दन्त्यः किल तकारः अपि दन्त्यः दन्त्यवर्णः. समान उच्चारणस्थानं भवेत् इति सर्वदा यदा वयम् उच्चारणं कृत्वा एव पश्यामः चेदेव आगच्छति. स्टक् इति न वक्तुं शक्नुमः. किञ्चित् अधिकप्रयत्नस्य आवश्यकं भवति स्टक् इति वदनेन. स्टक् इत्येव समानरीत्या आगच्छति किल सरलतया. स्टक् स्टक् सर्वं ष्टक् इति शकारः टकारः मूर्धन्यः. सकारः तकारः दन्त्यः एतदपि मूर्धन्येन एव तत्र नास्ति किं कृतसङ्ख्या सप्तमी सप्तमी इति तकारः तकारवर्गः सर्वं मूर्ध मूर्धन्यः एव हा तकारः मूर्धन्यः एव भगिनि शकारः तकारः मूर्धन्यः एव तकार तवर्गः सकारः दन्त्यः यदा मूर्धन्यस्य परिवर्तनं भवति तदा शकारस्य परिवर्तनं सकारः भवति तकारस्य तकारः इति परिवर्तनं भवति सम्यक् द्वितीयं करोमि वा आम् आम् आम् कूर्द् कूर्द् तत्र ब्राकेट्स् मध्ये किमपि दत्तवान् तत् तद् कूर्धा इति एव उपदेशे अजुनान् तदेव करोतु हा कूर्धा तर्हि दकारोत्तरवर्ति अकारस्य उपदेशे जनुनासिक इत् इत्यनेन तस्य लोपः अनन्तरं खुर्द् इति भवति तत्र उपदादीर्घः उकारः अस्ति तस्य उपदादीर्घः इत्यनेन खूर्द् इति भवति उत्तमम् उपदायां च इति सूत्रेण उपदायां च आमामाम् अग्रिममपि करोतु भगिनि पृशुं धातु तत्र शकारोत्तरवर्ती उकारस्य उपदेशे जनुनासिक इत् इत्यनेन तस्य लोपः तर्हि पृष् इति भवति तस्य तत्र ऋकारः अस्ति उपधायां तत्र किमपि भवति वा किमपि नास्ति पृष्येव पृष्येव तत्र सकारस्य हलन्त्यम् इति भवति सकारस्य वा न न भवति न न भवति तदेव अहम् उक्तवती अनुनासिकस्वरः आसीत् हलन् अन्ते पृच्छति धातुः हलन्त धातुः मम किञ्चित् भ्रमः अस्ति अत्र वयं पठितवन्तः खलु उपधायां ह्रस्व वर्णः अस्ति चेत् तत्र गुणः भवति किमपि तद् किमपि करणीयं वा तत् यदा रूपसाधनम् आगच्छति तस्मिन् समये करणीयम् इदानीं पृच्छति लौकिकधातुः अस्ति इदानीं यदा ती इति योजयामः चेत् तत् सर्वम् आगच्छति अस्तु अस्तु पर्षति इति रूपं भवति भुवादिगणीयधातुः अस्ति पर्षति इति भवति उत्तमं राजेन्द्रमहोदय आम् आं भगिनि नखा अत्र खकार उदरवर्ति अकारस्य इति संज्ञा भूत्वा तस्य लोपः नख् नख् इति इदानीं तु धातव आदे नः नः तत् सूत्रेण दन्ति मूर्धन्यनकारस्य स्थाने दन्ति नकारादेशः भवति नख् नख् एव भवति लौकिकधातु रघ अत्र अपि गकारस्य उत्तरवर्ती अकारस्य अनुनासिकः अस्ति तत्कारणात् तत् अजुब्धस्य अनुनासिक तत् संज्ञा भूत्वा तस्य लोपः भवति रग् एव अवशिष्यते तत्र तत्र रगे वा रग वा रघ इत्येव ए इति अस्ति किल आम् एव ए इत्येव दृश्यते आम् ए इति अस्ति एकारः अनुनासिकः अस्ति अकारः तद् आं प्रिण्टिङ्ग् मध्ये दृश्यते पश्यामि तत् किञ्चित् अस्ति तत् चिह्नम् एकारः अहमपि न दृष्टवती प्रथमवारम् अस्ति आम् एकारः एव आम् एकारः रूपं तु समानमेव परन्तु एकारस्य लोपः लोपः लोपः भवति आम् अग्रिममपि करोतु महोदय प्लुन् प्लुन् अत्र तु चिन्तयामि प्लुन् एव भवति अत्र लौकिकधातु इदानीं न्यकारः हलन्त्यम् इति अपगच्छति किल उपदेशावस्थायाम् अस्ति अस्तु अस्तु तत्कारणात् तस्य इति संज्ञा भूत्वा तस्य लोपः भवति प्लु एव अवशिष्यते तत्र एवं वा आमां सत्यं अग्रिममपि महोदय शु शु अस्ति अत्र तु किमपि न भवति धातोः आदेशः सः तत्र शकारस्य सत्वं भूत्वा तत् सु सु भवति उत्तमं सु उत्तमं धन्यवादः अमित्रा महोदय ध्रुव इति धातु अस्ति ध्रुव एव तिष्ठति उत्तमम् अग्रिमम् अग्रिमं चक् इति धातु अस्ति अकारस्य इत्संज्ञा उपदेशे जननकेन अन्य कोऽपि कार्यमस्ति वा चिन्तयामि नास्ति मन्ये चक् इति इत्येव अग्रिमम् अग्रिमं बद्ध इति अकारस्य उपदेशय जनुनासिक इत्यनेन लोप अनन्तरम् इदितोनुं धातु इकारः नास्ति तव क्षम्यतां बद् इत्येव उत्तमम् उत्तमं टुनदी इति धातु अस्ति इकारस्य उपदेशय जनुनासिक इत्यनेन लोप टुनद् भवति टुनदेव वा न न तत्र आदिर्निटुडवः आदिर्निटुडव इत्यनेन टु गच्छति इत्संज्ञकः भवति नद् इति भवति अनन्तरम् इदितो नुम् धातो इत्यनेन नुमागमः भवति नन्द् इति अनन्तरं नश्च पदान्तस्य जलि इत्यनेन अनुस्वार आगच्छति नकारस्य स्थाने अनन्तरम् अनुस्वारस्य परसवर्णस्य इत्यनेन पुनः अनुस्वारस्य स्थाने नकारः आगच्छति तर्हि नन्द इति धातु भवति युच्छ इति उपदेशय जननासिक् इत्यनेन अकारस्य संज्ञालोपः युच् इति धातु तावदेव तत्र उत्तमम् अतः तत् करपत्रं समाप्तम् किं भगिनि बदा इति धातोः इदितोनुं धातुः न आगच्छति भगिनि आगच्छति यदा इदित् अस्ति चेदेव इदितोनुं धातोः इदित् नास्ति किल इकारस्ति तत्र उपदेशे अजानुवासिक एव कार्यं करोति खलु आम् अस्तु इदानीं धातुविज्ञानं तृतीयकरपत्रं प्रति गच्छामः गतसप्ताहे वयम् उदात्त अनुदात्तस्वरितविषये दृष्टवन्तः तस्मिन् विषये अहं किञ्चित् संक्षिप्तरूपेण वदामि अनन्तरम् अद्यतनपाठं प्रति गच्छामः अस्तु क्षम्यतां, तत्र अहम् एकं पी डी एफ् गतसप्ताहात् पूर्वं प्रेषितवती, तत् सन्धिपुस्तकस्य सप्तम पुटसङ्ख्या इति, तत्र उच्चारणस्थानानि इति आसीत्, सर्वे प्राप्तवन्तः इति भाति, तत्र तस्मिन् विषये वयं तस्मिन् करपत्रे आसीत् यथा अकारः वा कवर्गः वा विसर्गः वा इति कण्ठः इति उच्चारणस्थानं, तालुः इति उच्चारणस्थानं, मूर्धा इति उच्चारणस्थानं, यदा उदात्त अनुदात्तस्वरितविषये पश्यामः चेत् तदपि उच्चारणस्थानस्य विषये एव अस्ति, तस्य महत्त्वं तस्मिन्नेव विषये अस्ति, इण्टोनेशन् इति वदामः, तत्र किं भवति इत्युक्ते प्रत्येकस्वरस्य विशिष्ट उच्चारणस्थानम् अस्ति, स्वरस्य विषये एव वयं पश्यामः, यदा अकारस्य आकारस्य वा प्लुत आकारस्य कण्ठः इति उच्चारणस्थानम् अस्ति, इकारस्य ईकारस्य प्लुत ईकारस्य तालुः, ऋकारस्य तु मूर्धा, लुकारस्य दन्त, उकारस्य तु ओष्टौ इति उच्चारणस्थानानि, ए ऐ इत्युक्ते कण्ठतालु, ओ औ इत्युक्ते कण्ठोष्टं, सर्वे अहम् उक्तवती इति चिन्तयामि, अनुस्वारः नासिका इति अस्ति, अस्तु तदेव प्रत्येकं स्वरस्य विशिष्ट उच्चारणस्थानानि सन्ति, तत्र उच्चारणस्थानस्य यदा अहम् उक्तवती कण्ठतालु मूर्धा दन्त इति, तस्य एव भागद्वयम् अस्ति, ताळ्वादिभागः ताळ्वादि उपरि भागः अधोभागः इति भागद्वयं कृतवन्तः, यदा स्वरस्य उच्चारणस्थानं केवलम् ऊर्ध्वभागात् तस्य उच्चारणस्थानं भवति चेत् सः स्वरः उदात्तः, अस्तु उच्चारणस्थानम् ऊर्ध्वभागात् भवति चेत् सः स्वरः उदात्तः, यदा तस्य स्वरस्य उच्चारणस्थानम् अधोभागात् भवति चेत् ताळ्वादिभागः यदि यदा अहम् उक्तवती तस्य अधोभागात् यदा भवति चेत् सः स्वरः अनुदात्तः, यदा वयं स्वरस्य उच्चारणं कर्तुम् उभयोः भागयोः इत्युक्ते अधोभागः उपरि भागः द्वयोः भागयोः समरूपेण वयं प्रयोगं कुर्मः चेत् तस्य नाम अस्ति स्वरितः, तदेव एतत् सूत्रमपि वदति उच्चैः उदात्तः इत्युक्ते तस्य उच्चारणस्थानं, नीचैरनुदात्तः समाहारस्वरितः, समानरूपेण तस्य प्रयोगः भवति तस्य स्वरस्य उच्चारणस्थानविषये, स्वरविषये एव अस्ति उदात्तस्वरः अनुदात्तस्वरः स्वरितस्वरः, स्वरविषये एव अस्ति, तस्य किमपि तस्य निर्देशनार्थं तत् चिह्नं तत्र स्थापितम् अस्ति, उदात्तस्य किमपि चिह्नं नास्ति, अनुदात्तस्य अधोभागे एका रेखा अस्ति, अनन्तरं स्वरितविषये तु एकं हरिज़ोण्टल् लैन् इति उपरि, क्षम्यतां वर्टिकल् लैन् उपरि अस्ति, तावदेव तत्र तस्मिन् विषये तावदेव, किमपि अन्यत् तस्य अस्माकं पाठे तस्य अन्य किमपि उपयोगं नास्ति, स्पष्टं वा? आम् भगिनि, तावदेव तत्र, अनन्तरं पदव्यवस्था इति प्रश्नः अस्ति वा? प्रयत्नाः आभ्यन्तर प्रयत्नः एतदपि अस्ति खलु भगिनि? तद् इदानीं मास्तु भगिनि, प्रयत्नः विषये वयं यदा अग्रे पठामः तस्मिन् समये आगच्छति, तस्मिन् समये अहं पूर्णतया वदामि, एतद् उदात्त अनुदात्त उच्चारण विषये एव इदानीं पठामः, अनन्तरं प्रयत्नः अवश्यम् आगच्छति, तस्मिन् समये अहं पूर्णतया वदामि, परन्तु उदात्तस्वरस्य प्रयत्नस्य विषये किमपि कनेक्षन् नास्ति, तद्भिन्नम् एतद्भिन्नम् उदात्त अनुदात्तस्वरित भिन्नम् अस्ति, अनन्तरं पदव्यवस्था इति विषये पठितवन्तः, तत्र आत्मनेपदम् इत्युक्ते कथं जानीमः एकः धातुः आत्मनि आत्मनेपदधातुः आत्मनेपदि इति कथं जानीमः इत्यस्य विषये तत्र अनुदात्तञित आत्मनेपदम् इति एकं सूत्रम् अस्ति. तत्र किं कृतवन्तः इत्युक्ते यदा धातुः अनुदात्तस्वरः अस्ति, अनन्तरम् अनुदात्तस्वरः वा ञकारस्य इत्संज्ञा भवति, अनुदात्तस्वरस्य अपि इत्संज्ञा ञकारस्य अपि इत्संज्ञा भवति चेत् तद् धातुः आत्मनेपदी धातुः. इत्युक्ते कण्डिशन् द्वयम् इति न, आर् अनुदात्तस्वरः भवेत् वा ञकारस्य इत्संज्ञा भवेत्, अनुदात्तेत् ञित् वा अस्ति चेत् तस्य आत्मनेपदी इति संज्ञा प्राप्नोति तद् धातुः. एदा इति उदाहरणमासीत्, तत्र दकारोत्तरवर्ति अकारः अनुनासिकः अस्ति, तस्य तद् अनुदात्तेत् अपि अस्ति, अतः एधा इति धातुः आत्मनेपदी धातुः इति दृष्टवन्तः. ञित् इति विषये किमपि उदाहरणम् अस्ति वा अत्र? कम्प् धातुः एव दत्तमस्ति. शीङ्ग् आम् आम् शीङ्ग् धातुः, टीङ्ग् अपि अस्ति वा महोदय अत्र? अत्र न डयते, तदपि साधु. आम् ञकारस्य इत्संज्ञा भवति, अतः तद् ञित् अस्ति, अतः तत्र आत्मनेपदि संज्ञा आत्मनेपदि धातुः अस्ति तत्. अतः अनुदात्तेत् भवेत् वा ञित् भवेत् द्वयमपि भवितुमपि अर्हति. अहं तादृशं न दृष्टवती इदानीं पर्यन्तं. केवलम् एकः भवेत् नकारः केवलम् अनुदात्तः वा? किमर्थम् इत्युक्ते ञकारः हलन्त्यम् इति सूत्रेण इत्संज्ञा प्राप्नोति, तस्य अन्ते एव भवेत्. अनुदात्तेत् अपि भवितुम् अर्हति. किमर्थम् इत्युक्ते उपदेशे अजनुनासिक इत् कुत्रापि भवितुम् अर्हति किल, अतः तदपि प्रायः भवेत्. वयं पश्यामः, अग्रे अभ्यासः अस्ति तत्र अस्ति वा इति पश्यामः. अस्तु, इदानीम् उभयपदत्वं दातु अनुदात्त अण्ड् नित्. ओ अस्तु, उत्तमं, तावदेव, तदपि भवितुम् अर्हति. उदात्तेत् क्षम्यताम् अनुदात्तेत् अपि ञित् अपि. नीञ्ज् प्रापणे इति उभयपदि धातुः भगिनि, तत्तु उभयपदि ञित् उभयपदि धातुः. अहं तु ञित् इति ञित् तत् प्रायः अग्रे आगच्छति, वयं पश्यामः. अस्तु, उभयपदत्वम् इति आरभ्य अद्य पठामः. जगन्नाथमहोदय पठति वा? बि इति भागः. उभयपदं स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले इति, यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत् संज्ञा भवति, तस्य क्रियायाः फलं कर्तुः अस्ति चेत् धातुतः आत्मनेपदी तिङ् प्रत्ययाः विहिताः क्रियायाः फलं कर्तुर्नास्ति चेत् धातुतः परस्मैपदी तिङ् प्रत्ययाः विहिताः भवन्ति. नाम एतादृश दृशो धातुः उभयपदी इति सारांशः. स्वरितश्च ञा च स्वरितौ इतौ यस्य स स्वरितञ्जित् द्वन्द्वगर्भबहुव्रीहिः तस्मात् स्वरितञ्जितः कर्तारम् अभिप्रैति इति कर्त्राभिप्रायं फलम् उपपद तत्पुरुषः यथा कुम्भकारः तस्मिन् कर्त्राभिप्राये क्रियायाः फलं क्रियाफलं षष्ठी तत्पुरुषः तस्मिन् क्रियाफले त्वरितञितः पञ्चम्यन्तं कर्त्राभिप्राये सप्तम्यन्तं क्रियाफले सप्तम्यन्तं त्रिपदमिदं सूत्रं भुवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन् अनुवृत्तिसहितसूत्रं त्वरितञितः धातोः कर्तृभिप्राये क्रियाफले लस्य आत्मनेपदम् किं वदति इत्युक्ते यस्य धातोः स्वरितस्वरस्य ञकारस्य च इति संज्ञा भवति. अस्तु, अस्मिन् काले किन्तु भगिनी अस्मिन् काले तु एव नास्ति, तर्हि किं भवति? द्वौ द्वे निमित्ते सन्ति स्तः, तर्हि स्वरितस्वरः ण्यकार अपि तस्य क्रियायाः फलं कर्तुः अस्ति चेत् कस्य क्रियायाः फलं कर्तुः? ओ अस्तु, कर्तरीपदमिति तस्य अर्थः वा? कर्तरी इति नास्ति, यदा आत्मनेपदि धातुः स्वीकुर्मः चेत् पचते इति धातुः, पच् इति धातुः, पच् इति धातोः क्रिया, पच् इति क्रिया, तस्य फलं कर्तारम् अभिप्रेति चेत्, कर्तारं सूचयति चेत्, कर्तारं प्रति गच्छति चेत् तद् आत्मनेपदि धातुः पचते इति तस्य रूपं भवति. यदा तत् कर्तारं न अभिप्रेति चेत् परस्मैपदिरूपं प्राप्नोति, पचति इति. परन्तु तस्य पूर्वं स्वस्य कृते पचति चेत् पचते आत्मनेपदि भवति. सम्पूर्णकुटुम्बाय पचति चेत् परस्मैपदि वा? आम् आम्, माता पचति, बालिका पचते, माता पचति, बालिका वा बालः वा पचते, पचते. अस्तु अस्तु, तादृशमेव. परन्तु तस्य प्रथमनिमित्तमपि मुख्यमस्ति, निमित्तद्वयमस्ति. किमपि धातुः स्वीकृत्य क्रियायाः फलं कर्तारम् अभिप्रेति इति कृत्वा आत्मनेपदं न कर्तुं शक्नुमः. पट् इति धातुः स्वस्मिन् कृते पठामि इति कृत्वा पठते इति रूपम् असाधुः. तत्र स्वरितस्वरस्य वा ण्यकारस्य वा इत्संज्ञा भवति चेदेव द्वितीय निमित्तं प्रति गच्छामः. वा स्थाने च अस्ति सूत्रस्य विवरणे, तर्हि वयं वा एव नयामः. वा वा वा, आम्, स्वरितस्वरस्य इत्संज्ञा वा ण्यकारस्य इत्संज्ञा वा भवति चेत् अनन्तरं तस्य क्रियायाः फलं कर्तारम् अभिप्रेति चेत् आत्मनेपद तिङ्प्रत्ययाः विहिताः भवति इति. तर्हि मम प्रश्नः किञ्चित् भिन्नः. अत्र च इति लिखितमस्ति, तद् मुद्रणं दोषो वा? नो चेत् न अस्मिन् काले न भवति स्वर किम् इति वयं न जानीमः, तदर्थं स्वरज्ञानं जातम्. तत्तु लुप्तं जातमेव, तत्तु लुप्तं जातमेव, परन्तु च किमर्थम् इत्युक्ते स्वरितस्वरस्य इत्संज्ञा, ञकारस्य इत्संज्ञा च तस्यापि इत्संज्ञा, एतस्यापि इत्संज्ञा इति. अस्तु, प्रायः इदानीं स्वरितसंज्ञा, स्वरितस्वरस्य इत्संज्ञा, ञकारस्य इत्संज्ञा वा इति अपि वयं लेखितुं शक्नुमः. अस्मिन् काले सेकेण्ड् पेराग्राफ् मध्ये लिखितमस्ति धातु यदि स्वरित अस्ति स्वरित अथवा ईत् अस्ति नाम अत्र किम् अस्ति चेत् एकम् अन्यत् किमपि अनुवृत्तिसहितसूत्रे स्वरितङ्गितधातोः कर्तृभिप्राये क्रियापले लस्य आत्मनेपदम् इति लस्य इति पदम् आगच्छति. तत्र एव लिखितमस्ति लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः आत्मनेपदम् इत्यस्मिन्. इत्युक्ते तत्र लस्य इति यत् सूत्रमस्ति तत्र दशलकारस्यापि ग्रहणं भवति. लस्य इति सूत्रेण दशलकारस्यापि ग्रहणं भवति. अत्र किं किमर्थं तत् स्थापितम् अस्ति लस्य आत्मनेपदम् इत्युक्ते तत्र तादृशप्रत्ययः विधीयन्ते यत् आत्मनेपदम् अस्ति इति सूचनार्थं. लस्य इति पदस्य स्थाने प्रथमं यदा वयम् एकः धातुः स्वीकुर्मः चेत् पच् इति धातुः, पच् योगः लकारः ल इति सूत्र आगच्छति. लट् अस्माकं विवक्षा अनुगुणं लट् वा लोट् वा लङ् वा किमपि, अनन्तरं तस्य स्थाने एव प्रत्ययाः आगच्छन्ति. अतः लस्य स्थाने आत्मनेपदप्रत्ययः विधीयन्ते एतत् सूत्रेण स्वरितङ्गितकर्तभिप्राये क्रियापले इति सूत्रेण आत्मनेपद प्रत्ययाः विधीयन्ते इति सूचनार्थमेव तत्र लस्य इति आगच्छति. तद् अनुवृत्तिरूपेण न आगच्छन्ति, अस्माकम् अवगन्तव्यम् इति कारणात् तद् लस्य इति आगच्छति. तदेव मुख्यमस्ति तत्र सम्पूर्णसूत्रे वा. आम्, लस्य सामान्यतया अनुवृत्तिरूपेण आगच्छति किल, परन्तु लस्य इति अनुवृत्तिरूपेण न आगच्छन्ति, परन्तु अस्माकम् अवगमनार्थं लस्य स्थाने आत्मनेपदी प्रत्ययाः विहिताः इति अस्माकम् अवगमनार्थं सूत्रे लस्य अनुवृत्तिसहितसूत्रे टीकाकारेण लस्य इति स्थापितमस्ति. अस्तु, तावदेव तत्र किमपि अन्यत् किमपि नास्ति. तद् तत्सर्वम् अनुवृत्तिः भगिनि, लस्य एव अनुवृत्तिः नास्ति, अन्यत् सर्वं भुवादेव दातवः इति सूत्रेण धातोः इति अनुवृत्तिः आगच्छति. अन्यत् सर्वम् अत्र एव अस्ति. आत्मनेपदम् इति पूर्वस्मात् सूत्रात् अनुदात्तङ्गित आत्मनेपदम् इति सूत्रात् आत्मनेपदम् इत्यस्य अनुवृत्तिः भवति. अस्तु, माला भगिनी पठति वा. आं भगिनि, धातुः यदि स्वरितेत् अस्ति स्वरितः इत् यस्य सः अथवा नित् अस्ति तर्हि धातुः उभयपदी भवति, यथा दुपझष् पाके. अत्र चकारोत्तरवर्ती यः अकारः अस्ति सः स्वरितः अस्ति इत् संज्ञकश्च, अतः धातुः स्वरितेत् अस्ति उभयपदी च. लटि पचति पचते. अत्र धातुः यदि स्वरितेत् अस्ति, स्वरितेत् इत्युक्ते स्वरस्य उपरि वर्टिकल् रेखा भवति, तर्हि सः धातुः सः स्वरः स्वरितेत्. अनन्तरं यदि धातुः धातोः अन्ते ण्यकारः अस्ति तर्हि ण्यत् भवति तत् तदा तदा तथा तत्समये अपि धातुः उभयपदी भवति. डुपचष् इति धातुः स्वीकुर्मश्चेत् तत्र चकार उत्तरवर्ती अकारः सः सः इत्संज्ञकः. अनन्तरं रेखा अपि अस्ति, वर्टिकल् रेखा, तर्हि स्वरितः अस्ति. अतः धातुः स्वरितेट् इति वदामः. स्वरः स्वरितः अस्ति, इत् संज्ञकः च अस्ति, अतः तस्य नामकरणमस्ति स्वरितेट्. तर्हि यदि धातुः स्वरितेट् अस्ति तर्हि उभयपदी धातुः भवति. अत्र डुपचष् इति धातुः इत्संज्ञकवर्णाः निष्कास्य पच् इति अवशिष्यते. तद् धातोः रूपद्वयं भवति, पचति परस्मैपदीरूपम्, अनन्तरं पचते आत्मनेपदीरूपम्. द्वौ रूपं भवति, रूपद्वयं. रूपद्वयम्. आम्, उत्तमं, धन्यवादः भगिनि. श्रीवल्ली भगिनी पठति वा? अस्तु, अमित्रा महोदय. आम्, पठामि. प्राचीनकाले स्वरविज्ञानम् आसीत्, अतः तदाधारेण पदव्यवस्था ज्ञायते स्म. इदानीन्तनकाले डुपचष् धातुः उभयपदी अस्ति इति जानीमः, अपि च ञित् नास्ति, अतः स्वरिते स्यात् इति अनुमानं कुर्मः. एवम् ऊहां कृत्वा एव अद्यत्वे धातुपाठे एतादृशानि चिह्नानि कैश्चित् योजितानि, यथा अनुनासिकचिह्नानि न वर्तन्ते सामान्यधातुग्रन्थेषु, तथैव अनुदात्तस्वरितचिह्नानि अपि ग्रन्थेषु सामान्यतया न लभ्यन्ते, किन्तु केचन ऊहां कृत्वा स्थापितवन्तः. तेषु दीक्षितपुष्पमाता अस्मिन् क्षेत्रे नायिका. अग्रे पठामि वा? आम् आम् आम्, एतत्तु सरलमेव किल, तत्र किमपि नास्ति. आम्, अग्रिमं पठतु महोदय. अन्यत् उदाहरणं पश्येम. ञितः इति डुक्रै धातुः ञित् अस्ति. ञित् अतः अनेन सूत्रेण उभयपदी अस्ति. लटि करोति कुरुते. वै ह्वै व्यै अपि उभयपदिनः. ञित् धातौ अन्ते ञकार अस्ति, हलन्त्यम् इत्यनेन तस्य इत्संज्ञा भवति, अतः ञित् कथयते. ञित् अस्ति कारणात् उभयपदी धातु संज्ञा प्राप्नोति. भगिनी, अत्र एकः प्रश्नः अस्ति. वै है व्यै, अत्र अधोभागे रेखा अस्ति, तर्हि अनुदात्त स्वरः अस्ति, परन्तु यतोहि ञत् अस्ति अतः उभयपदी वा? आम्, परन्तु यदा अनुदात्त स्वरः अस्ति, परन्तु अनुदात्ते नास्ति किल, इत् नास्ति, अनुनासिक नास्ति, सः स्वरः इत् नास्ति, अतः अस्तु अस्तु, तदपि मनसि भवेत् सर्वदा. किञ्चित् मुख्यबिन्दुः अस्ति. उत्तमप्रश्नः, मुख्यबिन्दुः अस्ति. तद् अनुदातः अस्ति, परन्तु अनुदातेत् नास्ति. अस्तु, तच्छिन्नम् यद्यपि चिह्नम् अस्ति परन्तु तद् उपदेशे अजुनुनासिक इति सूत्रेण न अपगच्छति. भगिनी एकः अपि प्रश्नः अस्ति. वयं धातुः स्वरितेत् वदामः परन्तु स्वरितस्वरः एव भवति खलु, धातुः स्वरितस्वरः इति न. धातुः स्वरितेत् इत्युक्ते स्वरस्य तद् स्वरस्य इत्संज्ञा इति स्वरितः इत् यस्य सः स्वरितः इत् स्वरितेत् स्वरस्य इति न स्वरितः. केवलं स्वरः स्वरितः भवितुम् अर्हति परन्तु धातुः स्वरितेत् भवति यदि अस्तु. अस्तु तावदेव अत्र उत्तमं. राजेन्द्रमहोदय पठति. धन्यवादः महोदय. उपयुक्तयोः सूत्रयोः ज्ञानेन के के परस्मैपदी धातवः सन्ति इति अपि अवगम्यते. यः कोऽपि धातु नित् अस्ति नित् अपि नास्ति, अनुदातेत् अपि नास्ति, ञ्यत् अपि नास्ति, स्वरितेत् अपि नास्ति सः धातु परस्मैपदी एव. धातुः उदातेत् अस्ति चेत् परस्मैपदी, किन्तु उदातेत् नास्ति चेदपि यदि ञ्यत् अनुदातेत् स्वरितेत् नास्ति तर्हि सः धातु परस्पदि एव. यथा ऋषु गै गै, मुञ्ज, खुजु नश, एते सर्वे धातवः अपि परस्मैपदिनः. परस्मैपदिन धातूनां कृते पृथक् सूत्रम् अपि अस्ति, तच्च अग्रे दत्तम् अस्ति. अत्र किम् अस्ति अत्र सारांशत्वेन अत्र अस्मिन् परिच्छेदे अस्ति तत् यदि कोऽपि धातु नित् अपि नास्ति, अनुदातेत् अपि नास्ति, ञ्यत् अपि नास्ति, स्वरितेत् अपि नास्ति, सः धातु परस्मैपदी एव भवति. अस्ति धातु उदातेत् अस्ति चेत् परस्मैपदी, किन्तु उदातेत् न अस्ति चेदपि यदि ञ्यत् अनुदातेत् ञ्यत् स्वरितेत् नास्ति तर्हि सः धातु परस्मैपदी एव भवति. यत् कोऽपि तत्र प्रथमं धातुः अस्ति किल महोदय, ऋषा इति, तत् कथं परस्मैपदी इति वदतु महोदय. ऋषा धातु तत्र तत् अनुदातः न अस्ति, अपि च नित् अपि नास्ति, ञ्यत् अपि नास्ति, स्वरित चिह्नम् अपि नास्ति, तत्कारणात् सः धातु परस्मैपदी धातु. उदातेत् अस्ति, उपरि अपि अधः अपि चिह्नं नास्ति, अतः उदातेत् अतः तत्कारणात् तत् परस्मैपदी धातु अस्ति. घञ् इत्यपि परिशीलयतु महोदय. घञ् अत्र तु अनुदातः अस्ति परन्तु इति न भवति तत् कारणात् ञ्यत् अपि नास्ति, तत् ञ्यत् अपि किमपि नास्ति, स्वरितेत् अपि नास्ति, तत्कारणात् तत् यद्यपि तत्र अनुदातः अस्ति चेत् अपि तत् तथापि तत्र सः धातु परस्मैपदी धातु परस्मैपदी धातु अस्ति. अग्रिमम् अपि परिशील्यते महोदय. अत्र अपि तथैव यथा ऋषान् तत् धातुः आसीत् तत्र अत्रापि अनुदात् अपि नास्ति, अनुदातेत् अपि नास्ति, ण्यत् अपि नास्ति, ण्यत् अपि च श्रुतेत् अपि नास्ति, तत्कारणात् तत् सः धातु परस्मैपदीन् धातुः अस्ति. अपि यद्यपि सः तत् उदात्तः अस्ति, उदातेत् अस्ति, परस्मैपदी धातुः अस्ति. समानरीत्या अग्रिमद्वयमपि समान कार्यमेव. उत्तमम्. धन्यवादः महोदय. विजया भगिनी सूत्रं पठति वा? आं भगिनि. विशेषात् कर्तरि परस्मैपदम्, यत्र देशे कारणं नास्ति तत्र कर्तत्रे परस्मैपदं भवति, कर्तरि अस्ति परस्मैपदं भवति। आत्मनेपदे आत्मनेपदे निमित्तहीनात् आत्मने निमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात्। शेषात् पञ्चन्यन्तं कर्तरि सप्तन्यन्तं परस्मैपदं प्रथमान्तम् इति त्रिपदमिदं स्वीकृत्य गोदयोः धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः तत्र लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः परस्मैपदम् इति अस्ति। अनुवृत्तिः अनुवृत्तिसहितसूत्रं शेषात् धातोः कर्तरि लस्य परस्मैपदम् वदतु भगिनि। शेषात् कर्तरि परस्मैपदं तत्र शेषात् पञ्चनियन्त्रं कर्तरि सप्तनियन्त्रम् अनन्तरं परस्मैपदम् इति प्रथमाध्यमपि स्वीकृतं। यत्र धातोः आत्मनेपदस्य कारणम् अस्ति तत्र कर्तरि अर्थे परस्मैपदम् अस्ति, तत्र कर्मणि उपाधि प्रयोगं नास्ति। तत् आत्मनेपदे निमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात्। कर्तरि पदः निमित्तहीनम् इत्युक्ते किं भगिनि? आत्मनेपदनिमित्तहीनम् इत्युक्ते किम्? आत्मनेपदधातोः निमित्तं किम्? निमित्तं तत्र पूर्वमेव वयं तत्र तत्र भाव कर्मणि प्रयोगं तत्र नास्ति। पूर्वस्मिन् परिच्छेदे एव अस्ति किल, यदा तदेव आत्मनेपदस्य निमित्तम् एव स्वीकृत्य पठतु। हीनम् इति अहम् अनन्तरं वदामि। किमपि नास्ति, नित्य अपि नास्ति, उदासि अनुदाति सर्वं नास्ति नास्ति इति तत्र दत्तवन्तः। तत्र एतत् अस्ति इति आगच्छति चेत् तत्र आत्मनेपदी निमित्तम् आगच्छति। उत्तमम्, आम् उत्तमम्। एतद् नास्ति चेत् परस्मैपदम्, अस्ति चेत् आत्मनेपदं। कर्तार क्रिया यः आश्रयः कर्तारम् अभिप्रेति चेत् आत्मनेपदम् इति अपि दृष्टवन्तः। यदा क्रियायाः आश्रयः कर्तारं न अभिप्रेति, यदा पचति इति उक्तवन्तः किल, तत्र परस्मैपदम्। उत्तमं भगिनि, सम्यक्, तदेव आत्मनेपदनिमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात्। उत्तमं। कर्तरि इति किमर्थम् उक्तमस्ति इति वदति वा भगिनि? एकः प्रश्नः अस्ति, अभिप्रेति इत्युक्ते किम्? इच्छति इति वक्तुं शक्नुमः इति चिन्तयामि। अभिप्रायमेव, विवक्षा एव, विवक्षा, हा विवक्षा, तत् सम्यक्, तत् प्रति गच्छति इति विवक्षाय, तत् सम्यक् अस्ति। तत्र इत्युक्ते तत्र परस्मैपदमेव, यत् एतत् परस्मैपदि कर्तृप्रयोगे आगच्छति, न कर्मणि न पातु। उत्तमं। कर्मणि अस्ति चेत् किं रूपं कथं भवति? किमपि धातुः स्वीकृत्य वदतु, पट् इति धातुः आगच्छति चेत् तत्र श्रूयते इति आगच्छति चेत् श्रूयते इति आगच्छति। उत्तमम्, उत्तमं, तदेव परस्मैपदि, अतः एव कर्तरि इति दत्तमस्ति। उत्तमं भगिनि, धन्यवादः। तत्रापि उत्तमं, तत्सर्वम् आत्मनेपदि रूपं प्राप्नोति, अतः एव तत्र कर्तरि परस्मैपदम् इति दत्तमस्ति। अनन्तरं तत्रापि लस्य इति सूत्रस्य उल्लेखनमस्ति, तत्रापि यदा लस्य इति पदम् आगच्छति तत्र लस्य पदस्य स्थाने परस्मैपदं परस्मैपदिधातुः तत् क्षम्यतां परस्मैपदिप्रत्ययाः आगच्छन्ति. लः परस्मैपदम् इति एकं सूत्रम् अस्ति, तत्र लकारस्य स्थाने आदेशः परस्मैपदि प्रत्ययाः तत्र आगच्छन्ति. लः परस्मैपदम् इति सूत्रम्, लः स्थाने परस्मैपदि प्रत्ययाः आगच्छन्ति इति तत् सूत्रं वदति. तावदेव तत्र धातवः विशेषे अनुवर्तिः इति कार्यं करोति. युवादेयः धातुमः लट्टि इति पदम् आयाति तत्र, यतोहि तस्य लट्टे इति लकारस्य तस्य लकारस्य तत्र उपयोगं कुर्मः. एतदेव पूर्वमेव उक्तवती. तत्र यतोहि तस्य अर्थः लट्टे इति अर्थः किम् इत्युक्ते निर्दिष्टः परस्मैपदम् इति अस्मि. लट्टे इति दशलकारः परस्मैपदि इति अनुवर्तिसूत्रसहितम् आगच्छति. शेषात् धातोः कर्तरि दस्य परस्मैपदम् इति तत्र सूत्रमेव खलु भगिनि? तत् अनुवृत्तिसहितसूत्रमेव. आम् आम् उत्तमं भगिनि, धन्यवादः. जगन्नाथमहोदय अस्तु. मध्ये कुत्रापि गमनीयमासीत्, वयं कुत्र स्मः कृपा कृपया वदतु भगिनी, क्षम्यताम्. आं नास्ति चिन्ता महोदय. यदा परस्मैपदत्वम् इति सि भागस्य द्वितीयपरिच्छेदं द्वितीयपरिच्छेदः. आम् आम्. अतः अनेन सूत्रेण अविशिष्टाः धातवः सर्वे परस्मैपदिनः. धातु अनुदातेत् ङित् स्वरितेत् ङित् च नास्ति चेत् सः धातुः परस्मैपदिधातुः एव. ङितः अनुदातेतः धातवः एव आत्मनेपदिनः. ङित स्वरितेतः धातवः एव उभयपदिनः. यदि अवशिष्टाः धातवः सर्वे परस्मैपदिनः तर्हि सूत्रस्य का आवश्यकता इति चेत् कर्तरि कर्त्रर्थे अस्ति चेदेव धातुः परस्मैपदि. कर्मणि भावे परस्मैपदि न भवति इति सूचनार्थं सूत्रं विरचितम् अस्तु. शेषात् कर्तरि परस्मैपदम् इति सूत्रमस्ति. तर्हि ये यत्र अनुदातः अनुदातेत् ङित् स्वरिते ङित् च नास्ति चेत् सः धातु परस्मैपदि धातु एव. अन्ये कर्तरि प्रयोगे यदि स्वरित यदि ङित् वा ङित् नास्ति चेत् तर्हि अहम् अत्र तु त्वरितानुदातु तु त्यजामि किमर्थमिति तस्य कार्यं न भवति अस्मिन् काले. आम् तर्हि ङित् न भवति चेत् शेषधातवः सर्वे परस्मैपदी धातु भवति कर्तरि प्रयोगे. कर्तरि प्रयोगे इति सूचनार्थमेव एतत् सूत्रं विरचितम्. अग्रिमपरिच्छेदमपि पठति वा महोदय? अस्तु. पठं धातु ठकारोत्तरवर्तीयः अकारः अस्ति, सः न अनुदातः न वा स्वरितः चिह्नं नास्ति एव, अतः उदातः. उदातः अपि अनुनासिकः अपि च, अतः अयद्धातुः उदातेत् उदातेत् अतः परस्मैपदी. किन्तु सर्वे पठन् धातु उदात अनु स्वरः तु उदात अनुदात स्वरित त्रीणि एव चत्वारि एव अस्ति. यद् सामान्य यदस्ति अत्र उदात एव इति. ओ पठ ओके ञकार अस्ति इति. अस्तु इदानीम् अवगतम्. अस्तु उदातः अपि अनुनासिकः अपि, अतः अयं धातुः उदातेत् उदातेत् अतः परस्मैपदि. तथैव लिखौ धातु धौ गतिशुद्ध्योः इति उकारस्य उदाहरणम्. उकारः उदातः अनुनासिकः च, अतः धातुः उदातेत् तर्हि परस्मैपदि. लटि धावति. अवगतं वा तत्? आम्, अत्र तु उदात्त योग ञित् अस्ति, तदर्थं तस्य आत्मनेपदे न भवति. मम अवगमनं सम्यक् वा? नो चेत् दोषः. यदा तत्र अनुनासिक चिह्नं तु अस्ति एव, टकारोत्तरवर्ति अकारः अनुनासिकः, तद् वयं प्रथमं स्वीकुर्मः. तत्तु किं कथं जानीमः उदात्त वा अनुदात्त वा स्वरित वा इत्युक्ते चिह्नं नास्ति तत्र, अतः उदात्तः इति वयमेव अवगच्छामः. तत्र चिह्नं नास्ति अतः उदात्तः. किमर्थम् इत्युक्ते तत्र इदानीं तु उच्चारणं कथं पठ इति धातोः अधोभागे उच्चारणम् इति अहं न जानामि कथम् आगच्छति इति. अतः चिह्नं नास्ति इति कृत्वा उदात्तः इति अहं स्वीकरोमि. अनन्तरं तत्र अकारस्य इत् संज्ञा भवति उपदेशे अजनुनासिक इत्, अतः तत् उदात्तेत् उदात्तस्य इत् संज्ञा उदात्तेत् उदात्तः अस्ति इति कृत्वा तद् परस्मैपदी धातुः. अवगच्छति वा? तादृशमेव लिखतु. सम्यक् इति मम मनसि न तिष्ठति. किमर्थमिति यदि वेदे तु एते सर्वे स्वराः आगच्छन्ति, यथा शीर्ष पुरुषः सहस्राक्ष सहस्रवात्, किन्तु तत्र फ्लाट् इति अपि अस्ति. तर्हि चत्वारिधं यदि यदस्ति गन्धद्वारां दुरादर्शां नित्यपुष्टां करीषणी, तत्र तु एकमेव अस्ति. न एतत् न उदातरहित स्वरितरहित अनुदात सर्वं त्रीणि अपि अत्र नास्ति. तद् चत्वारि यद् फ्लाट् गच्छति तदपि सामान्यतया यादृशं वयं संस्कृते वदामः तादृशमेव तदपि गच्छति. किन्तु दण्डाकारम् इति वैदिकजनाः वदन्ति तदा तस्य स्वरस्य अर्थम् एतत्. तर्हि अत्र उदात्त एव मम मनसि तु सम्यक् न. इदानीम् उच्चारणम् अहं न जानामि, परन्तु चिह्नं नास्ति इति कृत्वा उदात्तः इति स्वीकरणीयम् इत्युक्ते महोदय पठ इति सहस्र शीर्ष यादृशं शी गच्छति तदेव उदात्तः. अत्र तु अत्र तु विकल्पद्वयमस्ति, उदात्त वा नो चेत् सामान्य वा. अत्र पठ इति शीर्ष यद् गच्छति तदेव उदात्त. व्याकरणलोके भिन्नः वा इति अहं न जानामि. मम अवगमनं वैदिकलोके अपि व्याकरणलोके समानमेव इति अहं चिन्तयामि, परन्तु प्रमाणं किमपि न वा? अहं श्रुतवती भिन्नम् अस्ति. भिन्न वा? ओ अस्तु, तर्हि एतद् तर्हि एतद् उदात्त इति वयं वक्तुं शक्नुमः. अत्र अहम् एतत्तु रिवर्स् अस्ति, पठ इति धातुः वयं जानीमः, तत् परस्मैपदी धातुः इति कृत्वा तत्र वयमेव तत्र उदात्त किमपि चिह्नं नास्ति, उदात्तः इति स्वीकृत्य तत्र परस्मैपदित्वम् आगच्छति इति रिवर्स्. अहमपि किञ्चित् पठामि तस्मिन् विषये, यत्किमपि प्राप्यते चेत् वदामि. भवत्येव तत्र शङ्करमठे तु अनेके वृद्धवैदिकजनाः सन्ति, तत्र पृच्छतु, काण्टाक्ट् अस्ति. आम् आम् पृच्छामि, अवश्यम् अवश्यं. धन्यवादः. अस्तु, अमित्रा महोदय एव पुनः. ओ, मया गन्तव्यं भगिनि, क्षम्यताम्. आम् आम् आम् आम् नास्ति चिन्ता महोदय, धन्यवादः. इदानीं शीक्षे इतः वा? आम् आम्. इदानीं शीक्षये इति धातुः इकारः अनुदात्तः अस्ति, अतः धातुः अनुदात्तेत् आत्मनेपदी च किल क्षयते इति रूपम्. कथम् अनुनासिक भवेत् न? शीक्षये इति धातुः इकारः अनुदात्तः अस्ति, अनुदात्तः अस्ति, परन्तु परन्तु तत्र अनुनासिकचिह्नं अत्रैव लिखितमस्ति. इत्यस्मिन् अस्माकं भ्रान्तिः, कारणम् अस्मिन् इकारे अनुनासिकचिह्नं नास्ति, अतः इत्संज्ञकः नास्ति. तर्हि अनुदात्तेत् इति कथं वदेम? धातौ अनुदात् इकारः इत्संज्ञकः चेत् एव खलु धातुः अनुदात्तेत्. अनुदात्तः इत इत् यस्य सः इति वक्तुं शक्नुमः. तर्हि कः स्वरः अवशिष्यते, कः स्वरः च अपगच्छेत् इति अवधेयम्. स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते? यदा स्वरः शिष्यते इति न. यदा स्वरः इत्संज्ञकः नाम अपगच्छति तदा एव क्रियते. क्षीधातौ इकारः अनुदात्त तु अस्ति, किन्तु इत्संज्ञकः नास्ति, अतः क्षयति परस्मैपदी. अस्य धातोः इकारः इड्व्यवस्थायाम् इड्व्यवस्थां सूचयति, न तु पदव्यवस्था पदव्यवस्थाम्. स्पष्टमस्ति वा? स्मृधातौ भवान् अवगच्छति वा? आम् आम्. एकवारं वदतु महोदय अन्येषां कृते. क्षीधातु स्वीकुर्मः चेत् अत्र अनुदात्तचिह्नः अस्ति, परन्तु अनुनासिकचिह्नं नास्ति. तर्हि इत् नास्ति, अनुदात्तस्वरः अस्ति परन्तु इत् संज्ञकः नास्ति, अतः अनुदात् एत् न वक्तुं शक्यते. केवलम् अनुदात्त अस्ति, अनुदात् इत् नास्ति. तर्हि परस्मैपदी एव, न तु आत्मनेपदी, क्षयति. आम्, यद्यपि अनुदात्तः अस्ति तदापि तद् अपरस्मैपदम् एव. किमर्थम् इत्युक्ते अनुदात्तेत् नास्ति इति. तर्हि अनुदात्तस्य चिह्नस्य कः प्रयोजनम् इत्युक्ते इड् व्यवस्थां सूचयति, न तु पदव्यवस्थां. एतत्तु अग्रे आगच्छति इति मन्ये. आम् आम् अग्रे आगच्छति. इट् आगमः इडागमः इति अवशिष्टस्वरस्य विषये इडागमः इति आगच्छति अग्रिमपाठं तदेव. पूरयतु महोदय. स्मृधातुः स्मृधातौ ऋकारः अनुदात्तः किन्तु अनुनासिकः न, अतः अनुदात्तेत् न. अयं ऋकारः इड् व्यवस्थां सूचयति न तु पद्व्यवस्थां. स्मृधातुः अनुदात्तेत् अपि नास्ति, ङित् अपि नास्ति, स्वरितेत् अपि नास्ति, ङित् अपि नास्ति. अतः अयं धातुः परस्मैपदी. स्मरति इति लटि समानेव वयं दृष्टवन्तः. तदेव सामान्य अस्तु. अत्र अभ्यासः इति अस्ति किल, तदेव गृहपाठम् अद्यतनगृहपाठम् अस्ति. तत् पूरयतु, अनन्तरं वयम् अग्रिमसप्ताहे इड् व्यवस्था प्रति गच्छामः. तत्र माला भगिन्याः प्रश्नः एव आसीत् किल, अभिप्रेति इत्युक्ते तस्य अभियोगः प्रयोगः इण् इति धातुः, तत्र अभिलषिते इति अर्थमस्ति. अभिलाषः इति वदामः किल, इच्छा, तदेव अहं डिसैर् तदेव. तत्र स्थापयतु भगिनि भवत्याः फोन् मध्ये शब्दकल्पद्रुमा वाचस्पतियम् इति आप् अस्ति, अर्थः आगच्छति. पुनः वदतु कीदृश आप्? शब्दकल्पद्रुमा इति एका आप् अस्ति, वाचस्पतीयम् इति आप् अस्ति, अमरकोशः इत्यस्य अपि आप् अस्ति. तद् किमपि एकं स्वीकृत्य इन्स्टाल् करोतु. iOS आपल् फोन् मध्ये अपि प्राप्तुं शक्यते इति चिन्तयामि. एण्ड्रायिड् फोन् मध्ये अवश्यं भवति. आण्ड्रायिड् फोन् मध्ये तु अस्ति एव. परन्तु अस्माकं सर्वे सन्ति खलु आप्ते मध्ये आङ्ग्लभाषायाम् एव आगच्छति भगिनि. एतद् शब्दव्युत्पत्तिः न तत्र न आगच्छति किल, यदा अहम् इदानीम् उक्तवती अभिप्रेति इत्युक्ते अभियोगः प्रयोगः इण्योगः इति, तत्सर्वं न आगच्छति. तत्र तु प्रथमस्तरे आप्ते इति, आप्ते सम्यक् एव, उत्तम डिक्षनरि एव, परन्तु यदा वयम् अग्रे पठामः किल तस्मिन् समये किञ्चित् अग्रे चिन्तनम् आम्, अधिकव्याकरणव्युत्पत्तिः कथम् आगच्छति इति विवरणम्. उत्तमं, धन्यवादः सर्वेषां. शुभरात्रिः. धन्यवादः, शुभरात्रिः. धन्यवादः.